नमस्कारः अस्माकं पाणिनीयव्याकरणवर्गे कर्मणि भावे च इति पाठः अनुवर्तते. तत्र वयं गतसप्ताहे लिट् रुट् लुङ् आशीर्लिङ् लुट् लुट् लुङ् आशीर्लिङ् कर्मणि भावे च इति इत्यस्मिन् विषये दृष्टवन्तः. तत्र सूत्रमासीत् क्यसित् सीयुः तासिषु भावकर्मणोः उपदेशे अजनग्रहदृशां वा चिन्वत् इति चिन्वत् इट् च इति. तत्र अनेन सूत्रेण तत्र चिन्वत् विधीयते, चिन्वत् आरो चिन्वत् विधीयते, अनन्तरम् इट् इत्यपि इडागमः अपि भवति. कथा इति यदा वयं पश्यामः तत्र भावकर्म कर्म विवक्षा अस्ति चेत् आर्धधातुकपक्षे उपदेशे अजन्तधातूनां जन ग्रह दृश् हन् ग्रह दृश् धातूनां विकल्पेन चिन्वत् कार्यं कुत्र कुत्र इत्युक्ते क्य सित् सियु तासि इत्येतेषु परेषु भवति इति. चिन्वत् इत्युक्ते किम् इति यदा वयं दृष्टवन्तः तत्र चिन्वद्भावः इत्युक्ते यः प्रत्ययः धातुतः विधीयते सः तु निद्वत् भवति. निद्वत् भवति तस्य किमर्थं कः उपयोगः तस्य प्रयोजनं किम् इति पश्यामः चेत् तत्र अचोनिति अथ उपादायाः इत्याभ्यां वृद्धिः भवति चिन्वद् णित् इति कारणेन. अनन्तरम् आतो युक्चिन्कृतोः चिह्नमुलो दीर्घो अन्यतरस्यां चिन्वत् इति साक्षात् उक्तत्वात् को हन्तेर्निन्नेषु इति यदा अचोनिति अथ उपादायः. हन्धातोः विषये एव को हन्तेर्निन्नेषु हन्धातोः कुत्वं भवति इति. तत्र पञ्चसूत्राणि सन्ति. यदा चिन्वत् इति विधीयते अनेन सूत्रेण तत्र आरोपितं भवति अनेन सूत्रेण तत्र एतानि कार्याणि विशिष्टतया भवति इति दृष्टवन्तः. स्या सित् सियुः तासि इति प्रत्ययाः स्वभावेन नित् न सन्ति इति कारणेन अत्र आरोपणं कृतम् इति अपि दृष्टवन्तः. अनन्तरं तत्र वयं साक्षात् अजन्तदातवः तस्मिन् विषये आकारान्तदातवः दृष्टवन्तः. तत्र यदा तत्र चिन्वत् भवति तस्मिन् पक्षे विकल्पेन एव चिन्वत् अतः पक्षद्वयं चिन्वत् पक्षे आतो युक् चिन्कृतोः इत्यनेन युक् आगमः भवति. अनन्तरं तत्र पादातुः स्वीकृत्य रूपाणि दृष्टवन्तः. चिन्वत् पक्षे पायिष्यते अभावे तु पास्यते इति भवति. आतो युक् चिन्कृतोः इति सूत्रेण युक् आगमः भवति आकारान्तधातूनां. समानरीत्या लुङ् लुट् आशीर्लिङ्ग् इत्यत्रापि दृष्टवन्तः. ईकारान्तदातवः तत्र तु अचोमिति इति सूत्रमासीत्. समानरीत्या तत्र यदा वयम् ऊकारान्तदातुः तदेव अन्ते वयं गतसप्ताहे दृष्टवन्तः. तत्रापि ऊकारान्त ऊकारान्तदातुषु अपि तत्र अचोमिति इत्यनेन वृद्धिकार्यं भवति. तदेव तत्र हू धातुः स्वीकुर्मः चेत् होष्यते इति भवति. भूधातुविषये अपि दृष्टवन्तः. इदानीं वयं ऋकारान्त ऋकारान्तधातु प्रति गच्छामः. महोदय पठति वा 21 पेज् नम्बर् तत्र PDF मध्ये. आम् एकं श्रूयते खलु? आम् नमस्ते भगिनि. नमस्ते भगिनि. ऋकारान्त अपि च ऋकारान्त च दातव्यं. चिन्वद्भावस्य पक्षे अचोणिति इत्यनेन वृद्धिः यथा कृयोग लृट् इति अस्ति. इदानीं कृयोग शते इति चायितः भवति. शते इति कृयोग शते. इदानीं स्यासिच् सियुः तासिषु भावकर्मणोः उपदेशे अज्जनग्रहदशां वा चिण्वद् इति च इत्यनेन शतस्य चिण्वद्भावः इडागमः च. अतः कृयोग ईयोगस्य ते क्रियोग इष्यते इति भवति, तत्र इष्यते आदेशप्रत्ययः इत्यनेन इष्यते इति भवति, क्रियोग इष्यते अचोर्णिति इत्यनेन चिण्वद्भावः विकल्पेन भवति चेत् तत्र कार् इति भवति, अचोर्णिति वृद्धिः भवति, वृद्धिः भवति, का इति कार् इति उरण्परः इत्यनेन अत्र ऋकारस्य स्थाने यदा अण् आदेशः भवति तदा कार् अण् तदा अरपरः भवति इति जानीमः, अतः कार् कार्योग इष्यते कार्योग इष्यते अथवा विरागमस्ति तत्र कारिष्यते इति भवति, तत्र कारिष्यते कारिष्यते इति चीन्वद्भावः न भवति चेत् कृ कृ खलु कृ कृयोग इष्यते इति करिष्यते तत्र इडागमः भवति इत्या इत्यनेन तत्र गुणः भवति करिष्यते इति भवति, नित्वत् नित्वत् न भवति चेत् करिष्यते चेत् आर्वकृप्रत्ययस्य आर्वकृत्यनेन गुणः भवति कर् इति भवति, कर्योग इडागमः अस्ति तत्र वलादि अस्ति करिष्यते इति भवति एवमेव कृयोग लृङ् अस्ति अत्रापि तत्र कारिष्यत कारिष्यत इति तत्र त इति च्यत इति भवति इडागमः भवति वृद्धिः भवति कारिष्यत अपि च अडागमः अकारिष्यत इति भवति अकरिष्यते इति भवति अपक्षे तत्र वा इति अपररूपमस्ति, लुट् अस्ति लु कृयोग लुट् लुट् तत्र तास् इति आदेश तास् इति प्रत्ययः भवति कृयोग तास् इदानीं तत्र इडागमः इ इति भवति इतास् इति, अनन्तरं तत्र वृद्धिः भवति अतोमित्यनेन कार् पुरण्डपरा कारि कारिता कारितास् इति कारितास्ति कारिता इति भवति कारितास् केन सूत्रेण कारितास् सकारस्य लोपः न जानामि कारिता तद् अग्रे पश्यामः तत्र यदा आगच्छति तत्र अस्तु कारिता इति भवति अग्रे कृयोग अथवा अन्यथा अन्यथा किं भवति करिता इति भवति वा न भवति किल क्षम्यतां न भवति अस्माकं कृयोगः लुट् इत्यत्र सामान्यतया ओ अस्तु कृयोग लुट् खलु अस्तु लुट् अस्ति तास् इति भवति कृयोग तास् इडागमः न भवति खलु इडागमः सत्यम् इडागमः न भवति इति अतः अजन्तदातु अस्ति वा अनन्तरं किं भवति प्रत्यय गुणः भवति कर्ता अस्तु कर्ता इति कर्ता इति रूपं तत्र किमपि वैशिष्ट्य विशिष्टसूत्रमस्ति तत्र ऋद्धनोः स्ये इति प्रायः 7 to 70 इति अनेन अत्र अनेन यद्यपि कृ धातुः अनिट् अस्ति तदापि अन्यत्र सर्वत्र अत्र इडागमः भवति, परन्तु यदा था इति प्रत्ययः स्वीकुर्मः तत्तु बलादिः नास्ति किल तास् अतः तत्र कर्ता तत्र विशिष्टसूत्रेण अत्र इडागमः तद् प्रायः तत्र इडागमचिन्तनं पाठे भविष्यति इति चिन्तयामि ऋद्धनोः ह्ये इति सूत्रं 7 to 70 हन्धातोः अपि तस्य प्रसक्तिः अस्ति अतः एव ऋत् धनोः ह ध अस्माकं सूत्रं किम् आसीत् जयोः अन्यतरस्यां वा अनेन हकारस्य धकारः भवति चतुर्थवर्णः. अतः तत्र तास् प्रत्यये परे तु इडागमाना अस्ति, अन्यत्र सर्वत्र यथा प्रसक्तिः तत्र भवति. अवगतं किल महोदय? आशीर्लिङ्गस्य अत्र आशीर्लिङ्ग् सीयुट् इति भवति, सीयुट् इति अस्ति तर्हि कार् गुण वृद्धिः भवति, कार् अथवा आतो युक्षिन्ततोः क्षम्यताम् इति चैतन्य इति चैतन्य इरागमः. तर्हि इरा इषि इति भवति, अनन्तरम् आदेशपतेन इषि इति तत्र कारिशिष्ट कारिशिष्ट इति यकारस्य लोपः भवति खलु तत्र. तत्र किमपि आदेशः आदेशकार्यं प्रायः स्यात्, तकारः अवशिष्यते, यकारस्य स्थाने एव शकारः दृश्यते, तकारस्य तु षत्वम् कारिशिष्ट इति अथवा कारि कृ किं भवति कृ योग सियुट् योग सियुट् योग सियुट् योग स इति खलु तत्र सियुट् करि एकवारं करि इति भवति करिशिष्ट भवति वा? तत्रापि विशिष्टसूत्रम् उश्च इति 1-12 तत्र कृषिष्ट इत्येव रूपं कृषिष्ट इति. अतः तत्र किमपि गुणः न भवति, तत्र स्थलद्वये तत्र भेदः सामान्यमस्ति. अस्माकं लुट्लकारः तत्र इडागमः न भवति, वलादिप्रत्ययः नास्ति, कर्ता. विशिष्टं कुत्र इत्युक्ते तत्र लृट् लुङ् आशीर्लिङ्ग् आशीर्लिङ्ग् कृषिष्ट तत्र भिन्नसूत्रं. लृट् लुङ् लुङ् इत्यत्र तु ऋद्धनोः स्ये इत्यनेन इडागमः भवति. दीर्घकारन्तानामपि तथा तृयोग लृट् अस्ति, तृयोग इष्यते तत्र तार् इति भवति, तार् तारिष्यते इति भवति तारिष्यते. अत्र न भवति चेत् तृ इष्यते इति अस्ति, तृ इति अस्ति तत्र तत्र इडागमः भवति वा? तदेव समानसूत्रं दीर्घऋकारस्य इडागमः भवति खलु तद् दीर्घऋकारान्तस्य भवति इति अस्ति. अतः यथा ऊकारान्तस्य ऊकारान्तस्य ऋकारान्त तरिष्यते तरिष्यते वा? आं तरिष्यते तारिष्यते तरिष्यते इति ऋकारान्त ऊकारान्तयोः तु भवति इडागमः भवति इडागमः भवति. धन्यवादः महोदय. अरुणा भगिनी हन् धातु इदानीं विशिष्टदातवः हन् ग्रक् दृश् धातुत्रयमस्ति किल तस्मिन् विषये. भगिनि हन् धातुः चिन्वद् भावस्य पक्षे हे हो हन्तेर् इणि णीषु इत्यनेन इन् हन् धातोः उत्तम घकारः भवति घकारः भवति. अत्र नूतनसूत्रमस्ति हन् धातोः सूत्रं वदति हन् धातोः अनि भगिनि सूत्रं परे हकारस्थाने कुत्र अत्र हकारक महाप्राण अतः हकार आगच्छति कवर्गस्थ चतुर्थवर्णः हन् योगः लृट् हन् प्रत्याख्यते स्याशिच्युत्ताशिषु भावकर्मणो उपदेशे अज्हन् ग्रहदृशां वा चिन्वत् इच्छा इति सूत्रेण स्या प्रत्ययस्य चिन्वत् भावः इदागमः भवति हन हन् योगः इ स्याते आदेशप्रत्यययोः इति सूत्रेण षत्वं भवति हन् इष्यते हो हन्तेर्निषु इति सूत्रेण हकारस्थाने घकार आगच्छति अत उपादायाः इति सूत्रेण उपादायाम् अतः वृद्धि नित्यनिति प्रत्ययपरे अतः घान् योगः इष्यते घानिष्यते चिन्नद्भावः नास्ति चेत् हनिष्यते इति भवति ओके अत्र केवलं हन्दात्तो नूतनसूत्रमस्ति हो हन्ते निषु इति सूत्रेण हकारस्थाने कवर्गीयवर्णः भवति अतः अत्र रूपद्वयमस्ति हन् स्यासिच्युट् ताशिषु पावकर्मणो उपदेशे अजहन् गृहदृशां वा चिन्वत् इति सूत्रेण चिन्भाव अस्ति चेत् इदागमः भवति इन् योग हन् योग इ स्यात् आदेशप्रत्ययेन श्रोत्वं भवति हन् इष्यते हो हो हो हन्तेर् निषु इत्यनेन कारस्थाने गकारः भवति अतः गुड्जि कुड अभि अपदात उपादायाः इति सूत्रेण उपदादीर्घः भवति गायिष्यति गानिष्यते चिह्न अभावः अस्ति चेत् केवलं हनिष्यते इत्येव तत्र किमर्थं होहन्ते निर्णेषु इत्यस्य प्रसक्तिः नास्ति यत्र चिन्वद्भावः नास्ति तत्र किमर्थं नास्ति भगिनि किमर्थं तत्र कुत्वं न भवति सूत्रं तत् केवलं चिन्वद्भावः अस्ति चेत् एव अत्र धातुतः भवति न न तद् नास्ति हो हन्तेर्निन्नेषु इति सूत्रमस्ति किल तत्र हकारस्य स्थाने कवर्ग आदेशः भवति घन् इति अभवत् किल किमर्थं तस्य प्रसक्तिः यत्र चिन्वद्भावः नास्ति तत्र नास्ति हनिष्यति इत्येव रूपं घनिष्यति इति नास्ति किमर्थं घनिष्यति इति रूपं न अभवत् निमित्तं हन् धातोः हकारस्य स्थाने कवर्गादेशः भवति नित्यनिति प्रत्ययपरे नकारे परे च स्थाने सूत्रस्य निमित्तं किम् प्रत्ययः नित्यनिति प्रत्ययः आर् नकार परे अस्तु किल अतः यदा वयं चिन्वद्भावः कुर्मः तदा एव तत्र नित्वम् आरोपितम् अतः चिन्वद् इत्यनेन नित्वम् आरोपितम् अतः तत्र तत्र घकारः होहन्तेर्निन्नेषु इत्यस्य प्रसक्तिः अभवत् घन् इति परिवर्तनं जातम् परन्तु यत्र चिन्वद्भावः नास्ति तत्र सामान्य हन् धातुः एव तत्र नित्वं तु नास्ति, नित् प्रत्ययः अपि नास्ति, नित् प्रत्ययः अपि परे नास्ति. अवगतं किल? अतः हनिष्यति, हनिष्यते इति तत्र परिवर्तनम् अस्य सूत्रस्य प्रसक्तिः अत्र नास्ति. अग्रे भगिनि स्थाने अन्तरतमः. अत एव होहन्ते निन्नेषु अत्र एव स्थाने अन्तरतमः इत्यनेन कवर्गे हकारेण तुल्यघकारः अस्ति. किमर्थम् इति बाह्यप्रवणे बाह्य संवारनादघोष महाप्राण च, अतः हकारस्य स्थाने घकार आदेशः भवति. अतः हकारस्थाने ककार आदेशः भवति. नि च न च नौ इत्येतत् द्वन्द्वः तौ इतौ यस्यौ निर्णितौ बहुव्रीः निन्नन्दौ च नश्च तेषाम् इतरेतरद्वन्द्वः निन्नः तेषु निन्नेषु इक्षिप्तौ धातुनिर्देशौ इति वाक्यमस्ति इति वार्तिकेन धातुनिर्देशे हन् धातोः हन्ति षष्टिविभक्तौ हन्तेः ह हः पश्यन्तं हन्ते अत्यन्तं निन्नेषु सप्तम् अन्तं त्रिपदम् इदं सूत्रं चक्षोः खु धिर्नेते इत्यनेन खु इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं हन्तेः अङ्गस्य हाः खु निन्नेषु स्थानिवत् अत्र हकारस्थाने कवर्गीयस्य तुल्यवर्णका इति स्थाने अन्तर्गमः इति सूचयति. अत्र हकार स्वरः नाद घोष महाप्राणः बाह्यप्रयत्यः ततः अङ्घकार एव अत्र आगच्छति. अनुवृत्तिसूत्रमस्ति हन्तेः अङ्गस्य हः कु निन्नेषु इति सूत्रम् इन् प्रत्यय अर्णि प्रत्यय अर्णकार अस्ति चेदेव कवर्ग आगच्छति. अतः हन्धातोः हकारस्य स्थाने कवर्गादेशः भवति केवलं निति निति प्रत्यये परे एव अथवा नकारे परे. नकारे परे वयं यदा धातुपाठे हल्सन्धिः तस्मिन् समये वयं दृष्टवन्तः. इदानीं निति निति प्रत्यये परे चिन्वत् इति णित्वम् आरोपितम् इति कृत्वा अस्य प्रसक्तिः अत्र अस्ति. अग्रे भगिनि अथ उपादायः. अथ उपादायः उपादायाम् अतः वृद्धि नित्य निति प्रत्यये परे एवमेव अस्तु एवमेव हन् योग लुङ् हन् योगस्य आघानिष्यत अत्र इदाकं भवति भगिनि अनेन सूत्रेण एव ओ स्यात् हन् हन् योग लुट् लकारे हन् योगता घनीता भवति. हन् योग आशीर्लिङ्ग् हन् योग सीयु घनिशिष्ट अत्र अपक्षे अपि वदतु भगिनि सर्वत्र पक्षद्वयं किल चिन्वत्पक्षे गानिष्यत अपक्षे हिष्यत यदा अत्र वयं कृतम् अत्र कृतवन्तः किल गानिष्यते हनिष्यते इति रूपद्वयं दृढ्लकारे समानरीत्या लुङ्लकारे अपि अघानिष्यत लुट्लकारे हनीता हनीतम् हन्ता हन्ता एव हन्ता कर्ता यदा कर्ता कृतवन्तः गणित गणिता हन्तालिङ्ग् धनिशिष्ट तत्रापि हनिष्यत हन्ता हनिशिष्ट समानसूत्रमेव ऋतनोः स्ये इति सूत्रेण तत्र यद्यपि तत्र हन्धातोः इडागमः आम् सत्यं तत्र सत्यं परन्तु वयं तत्र कृतवन्तः किल ऋतनोः स्ये अतः हन्तेः स्ये इडागमः भवति धन्यवादः भगिनि अग्रिमदातुः श्रीवल्ली भगिनि ग्रह् धातुः आं भगिनि ग्रह् धातुः छिण्वद्भावस्य पक्षे अत उपादायाः इत्यनेन वृत्तिः ग्रह् योगः लृट् लृट् इति सति प्रत्ययः ग्रह् योगः स्यति शसित् सीयुत् तासिषु भावकर्मणोः उपदेशे अर्जनग्रह दृशां वा चिण्वत् इट् च इत्यनेन स प्रत्ययस्य चिण्वद्भावः इडागमः च इत्यनेन ग्रहयोगः ईयोगः स्यते अनन्तरम् आदेशप्रत्ययोः इत्यनेन शत्वं भवति इष्यते इति भवति ग्रहयोगः इष्यते अनन्तरम् अत उपादायाः इत्यनेन नितिङ्निति प्रत्यये परे उपादायाः अतः वृद्धिः भवति इत्यनेन अत उपादायाः अकारस्य स्थाने वृद्धिः ग्राह् इति भवति ग्राह्योगः इष्यते ग्राहिष्यते सो चिन्वद्भावः न भवति चेत् ग्रहीष्यते सत्यम् तत्र तु इडागमः भवति ईकारः भगिनि ई वै दीर्घ ईकारः ग्रह्योगः इष्यते चिन्वद्भावः न भवति चेत् इकारस्य दीर्घः भवति तत्र गृहो लिटि दीर्घः इति किमपि ग्रह्योगः ग्रहिष्यते बट् अकार ईकार दीर्घ ईकारः अस्ति इडागमः दीर्घत्वं भवति गृहो अलिटि दीर्घः इति अस्ति अलिटि इति ग्रहीतुम् इति भवति ग्रहीतुं ग्रहीतुं नास्ति ग्रहीतव्यम् इति भवति ग्रहीतव्यं किमर्थं तत्र दीर्घत्वं 7237 अस्ति 7237 अलिट् अलिटि लिट् नास्ति ग्रहीतुम् इति गृहोलिटि दीर्घः 7237 ग्रहः उत्तरस्य इटः अलिटि दीर्घः दीर्घः गृहीता इति भवति गृहीता इति न भवति गृहीता गृहीष्यति इति भवति गृह्णीता गृह्णी अत्र एकाचिति किमर्थं गतम् अत्र एकाचः ग्राहः इति किमपि अस्ति वा नास्ति तत् कुत्र अस्ति ग्रहः अलिटि दीर्घः आर्धाधिकस्य इट् वलादेः अङ्गस्ति इत्येव होल् इति तीर्थः अनेन एव तत् एकाचः किम् इति अस्ति मा भवति एकाचः अस्ति वा पश्यामि एकाच उपदेशे अनुदात्ता एकाच ग्रहः उत्तरस्य इतः अलिटि दीपो भवति यङ्ग्लोकि न भवति 8 to 28 इति अग्रिमसूत्रं न 38 क्षम्यताम् 8 to 37 इति ग्रहः उत्तरस्य इतः अलिटि दीपो भवति तावदेव अस्ति अत्र आं भगिनी भवती वदतु 8 to 28 अग्रः प्लस् दत् ईकारः वैद्यसूत्र न अनेन सूत्रेण एव भवति ग्रहः उत्तरस्य इटः अलिटि दीर्घो भवति ग्रहिता ग्रहितुं ग्रहितव्यम् अलिटि इति किम् इत्युक्ते तत्र जगृहि वा जगृहीं प्रकृतस्य इटः दीर्घत्वम् इदं चिन्वत् इटो न भवति ग्राहिता ह्याहिष्यते अतः सूत्रे एव उक्तं तत्र व्याख्याने सूत्रेण व्याख्याने एव उक्तं तत्र किमर्थम् अलिटि इति उक्तवन्तः इत्युक्ते तत्र अन्येषु स्थलेषु न भवति चिन्वद्भक्षे अपि न भवति अतः एव तत्र नास्ति ओ सिद्धान्तकौमुद्याम् उक्तम् एकाचो ग्रहः विहितस्य इटो दीर्घः स्यात् न तु इटि किं महोदय पुनः न न भवती भगिनी उक्तवती इटः इटि इति तत्र भिन्नसूत्रं सकारस्य लोपकृते अत्र कथमस्ति किं किमर्थम् इत्युक्ते तथा एकाच इत्यादि एकाच किं यङ्ग्लुकि मा भूत् इति जाग्रहिता इति भवति जाग्रहिता जाग्रहीता इति न भवति तत्र न भवति तत्र एकाच नास्ति इति कृत्वा जाग्रहिता इति भवति अनेकात् अस्ति चेत् दीर्घत्वं न भवति इति स्वीकर्तुं शक्यते सूत्रे एकाच कुत्रापि नास्ति तत्र सूत्रे नास्ति अत्र सिद्धान्तकौमुदी अत्र बालमनोरमा टीकायां उक्तमस्ति एकाच् इत्यादि एकाचः किं यङ्ग्लुकि मा भूत् तावदेव नीलोपे कृते ग्रहधातोः परत्वे अपि विहितत्वा अभावात् इटो न दीर्घः न च नीलोपस्य स्थानिवत् न ग्रहधातोः पर इट् इति वाच्यम् अतः तत्र चिन्वद्भावपक्षे दीर्घत्वं न भवति अपक्षे अनेन सूत्रेण दीर्घत्वं भवति विभो लिटि दीर्घः लिट् लकारे अपि न भवति लिटि भगिनी अग्रे आं भगिनि दृष्टातुः और् ग्रह्यो रूपाणि आम् आं भगिनि लृट् ऋट् अभवत् लुङ् लृङ् फस्ट् ग्रह्योगः लृङ् अग्राहि अपक्षे अग्रहि लुट् किमर्थं तत्र आदेशप्रत्ययोः सर्वं न अभवत् ग्राहिष्यते आं भगिनि प्रत्ययः नृङ् प्रत्ययः इ ग्राह्ययोगः किम् उक्तवती लुङ् ग्राह्ययोगः च अकारः आगच्छति अडागमः इदानीम् अस्माकं चिन्वत् पक्षः एकवारं प्रथमं वदतु अनन्तरम् अपक्षे वदतु अग्राहिष्यत समीचीनम् इदानीं सम्यक् अग्रहिष्यत अग्रहीष्यत दीर्घं भवति भगिनि दीर्घं भवति अनन्तरं ग्रह्योगः लुट् ग्रह्योगः तास् इति भवति ग्राहिता अपक्षे ग्रहीता ग्राहिता ग्रहीता आशीर्लिङ्गम् आशीर्लिङ्ग् हन् योगः सीयुट् भवति इति ग्राहिशीष्ट ग्राहिशीष्ट अपक्षे ग्रहीशिष्ट सत्यं ग्रहीशीष्ट दृश्यपि पठतु भगिनि दृष्टधातुः चिन्वद्भावस्य पक्षे पुगन्तलघुपदस्य च इत्यनेन गुणः भवति प्रथमं यत्र चिन्वद्भावः न भवति सृजि दृशोज्जल्य जल्यम् अकिति इत्यनेन सृज् दृष् धात्वोः अम आगमः भवति जलादि अकिति प्रत्यये परे तदा इकोयणचि इत्यनेन अकारे परे ऋकारस्य यन् आदेशः भवति दृष्टातुः चिन्वद्भावः चिन्वद्भावस्य पक्षे गुणः भवति पुगन्तलघुपदस्य च चिन्वद्भावः न भवति चेत् सृजि दृशो जल् अमकिति इति सूत्रेण सृज दृश् धातोः अम् आगमः भवति जलादि अकिति प्रत्यये परे देन् तदा इको एणचि इत्यनेन अकारे परे ऋकारस्य एन् आदेशः रेफः भवति दृश्योगः सति प्रथमं चिन्मद्भावः नास्ति इति चेत् सृजि दृश्यो जल् अमकिति इत्यनेन सृज् दृश् धात्वोः अम आगमः भवति जलादि अकिति प्रत्यये परे ध्रुयोगः आयोगः शकारः योगः स्यते अनन्तरम् इको एणचि इत्यनेन अकारे परे ऋकारस्य यण् आदेशः भवति द्रश् द्रश् योगः ऋकारस्य स्थाने रेफ आदेशः भवति द्रश् योगः स्यते अनन्तरं द्रश् द्रश् जलां दृष्टि द्रश् योगः स्यते द्रश्योगः स्यते अनन्तरं द्रक् शकारस्य जलां चष्टश्वन्ते भगिनि शकारस्य स्थाने शकारः न आदेश कुत्र द्रश्योगः द्रश्योगः स्यते तदपि नास्ति द्रक् इति षडोकहसि इति अस्ति षकारस्य ककारः षडोकः न न तस्मात् पूर्वं पृच्छति भगिनि द्रश्योगः स्यते प्रथमं मूर्धनि शब्दं भवति द्रश्योगः स्यते सम्यक् एव उक्तवती एकवारं क्षम्यतां दशांशः एव शकारस्य स्थाने चषांशः अनन्तरं षडोकः यदा महोदय द्रश्योगः स्यते द्रक् योगः स्यते अण्ड् द्रक्ष्यते. अत्र शते आदेशप्रत्ययोः शकारः भवति, द्रक् योगः शते द्रक्ष्यते. अतः तत्र सृजि दृशोर्जल्यं जल्यम् अकिति इति सूत्रेण अम् आगमः भवति जलादि अकिति प्रत्यये परे. अतः दृ अकारः अकित् अस्ति. अनन्तरं श् इश् योगः स्यते. ओहो अस्तु, अम तु भ्रमः जातः. अमित् इति अम् इति मित्त अस्ति किल, मिदचोन्ति आत्मारः अनन्तरं यण्णादेशः इको यणचि इत्यनेन अकारे परे ऋकारस्य यण्णादेशः. ऋकारः अस्ति, अकारः अस्ति, यण्णादेशः. द्रश्योगः स्यते. इदानीं तत्र व्रश्च व्रश्च इति सूत्रेण षत्वं मूर्धन्यषकारः. द्रक्ष्योगः स्यते. षडोः कहसि द्रक्योगः स्यते. आदेशप्रत्ययोगो द्रक्ष्यते. धन्यवादः भगिनि. महोदय सूत्रेण पठति वा सूत्रं पठित्वा वदति? सृजिदृशोर्जल्यं जल्यमकिति इति सृज् अपि च दृश् धातोः धातोः अमागमो भवति जलादि अकिति प्रत्यये परे. अम् मित् इत्यतः मिदचोदन्त्यात्परः इत्यनेन धातोः अच् वर्णेषु अन्त्यात् परः याति. धातोः कार्यम् उच्यमानं तत् प्रत्यये भवति इति परिभाषया प्रत्ययशब्दस्य शब्दः इच्यते सूत्रार्थे. यतोहि धातौ विधीयमानमानं कार्यं परस्थप्रत्ययस्य निमित्तत्वेन एव भवति. अस्तु, तत् धातुः इति न दत्तमस्ति, परन्तु धातुः एव भवति. धातोः कार्यपुच्यमानं तत् प्रत्यये भवति, दश प्रत्ययपरे भवति. अस्तु, सृजिश्च दृश्च तयोः तयोः इतरेतरद्वन्द्वः सृजिदृशौ तयोः सृजिदृशोः न कित् अकित् तस्य न किति सृजिदृशोः षट्यन्तं जलि सप्तमन्तम् अप्रथमन्तम् अकिति सप्तमन्तम् अनेकविधं सूत्रमस्ति, अनुवृत्तचैतन्यं सूत्रमस्ति. सृजिदृशोः अम् आदेशः भवति जलि जलादि अकित् प्रत्यये परे इति. तत्र सृज् अपि अतः सृज् अकित् प्रत्यये परे भवति जलादि अकित् प्रत्यये परे. अतः परन्तु चिण्वद्भावस्य पक्षे इडागमः भवति. तदानीं दृष्धातुः जलाधिपत्यः न तु इकारादि, तस्मात् अम् आदेशः न भवति. अम्भावे अम् अभावे पुगन्तलघुपत्रेण गुणः. अस्तु, तर्हि दृश् योग लृट् इति अत्र दृश् योग स्यते. इदानीं तत्र स्यति स्युट् स्यासि स्युट् तासिषु भावकर्मणोः अच् हनगृहदृशां वा चिन्वत् इति चैतेन स्याप्रत्ययस्य चिन्वत् भावः इडागमः च. यद्यपि अनिट् अस्ति, इडागमः भवति अत्र. दृश् योग ई योग स्यते. आदेशप्रत्यय इष्यते इति अस्ति, तत्तु भवति तत् पूर्वं सुगन्धलघुवृत् इत्यस्य कार्यमस्ति. तस्य उपधागुणः भवति दर्श् इति भवति. दर्श् दर्श् योग इष्यते, दर्शिष्यते इति भवति. चिण्वद्भाव अपक्षे द्रक्ष्यते इति वयं पूर्वं दृष्टवन्तः. तत्र अमागमः भवति क्रियाणि भवति. अनन्तरं तत्र षकारस्य षत्वं षत्वस्य कुत्वं द्रक्ष्यते. तत्र तत् परिभाषा किमर्थम् अत्र योजितं? धातोः कार्यं उच्यमानं तत् प्रत्यये भवति इति. सिजिदिशोः जलि अम् अकिति अत्र समागमः भवति जलादे. सृजि धातोः सृजिदृशोः इति दत्तमस्ति. प्रत्ययः शब्दः सूत्रार्थे यतोहि धातौ विधीयमानं प्रत्यय इति नास्ति न अकिति इति केवलम् उक्तमस्ति जलि जलादि प्रत्यय अस्ति खलु जलादि एव तत्र प्रत्ययकार्यं भवति एव खलु प्रत्ययपरे एव भवति खलु धातोः सर्वदा तादृशमेव भवति किल किमर्थम् अत्र नूतनतया एका परिभाषा योजितं धातोः कार्यम् उच्यमानं तत् प्रत्यये भवति इत्युक्ते यदा निमित्तं प्रत्ययः अस्ति चेत् तत्र धातौ तत्र उक्तमपि सृज् दृश् धातोः एव अम्मागमः इति उक्तं किल अकिति अकिति इति प्रत्ययस्य एव भवति खलु कोऽपि अन्यः भवति वा अकिति न किल अकित् कित् इति प्रत्ययः एव भवति किल तत्र सृज् दृश् धातोः अकित् न भवितुमर्हति किल जलादि अकित् इत्यपि उक्तं सूत्रे एव उक्तम् अनुवृत्ति अपि नास्ति जल्याम् अकिति इत्येव उक्तम् इत्युक्ते जलादि अकित् प्रत्ययः एव स्यात् तत्र सृज् दृश् धातोः तु किमपि कित् वर्णः नास्ति आगमः भवति अम् इति आगमः कस्य भवति इति प्रश्नस्य उत्तरं वा अमिति आगमः सृजिदृशोः सृजिदृश् धातोः भवति वा जलादि कित् कित् प्रत्ययस्य कित् प्रत्ययस्य तत्र धातोः एव दत्तमस्ति खलु तत्र धातोः एव दत्तमस्ति खलु तत्र सृजिदृशोः सृजिदृशोः इत्येव अस्ति तत् अतः आगमः एव स्थाने अस्ति खलु स्थाने अस्ति खलु षष्ठी अस्ति द्विवचनमस्ति तस्य भवति इति अस्ति खलु सृजिदृशो एव भवति अस्तु जलि किति इति सप्तम्याम् अस्ति अतः परनिमित्तमेव परसप्तमी निमित्तं किमर्थं तत्र एतादृशपरिभाषायाः प्रयोजनं किम् प्रत्ययः शब्दः युज्यते सूत्रार्थे यतोहि धातौ विधीयमानं कार्यं परस्थप्रत्ययस्य निमित्तत्वेन भवति निमित्तत्वेन अत्र धातोः स्वरूपग्रहणे तत् प्रत्यये कार्यविज्ञानात् इह न भवति कुत्र रज्जु सृग्भ्याम् इति अत्र रज्जुसृग्भ्यां देवदृग्भ्याम् इत्यस्मिन् न भवति इति दत्तमस्ति तत् काशिकायाम् अस्ति धातोः स्वरूपग्रहणे इति किमपि दत्तमस्ति धातोः स्वरूपग्रहणे तत् प्रत्यये कार्यविज्ञानात् तत् प्रत्यये कार्यविज्ञानम् इह न भवति रज्जुसृग्भ्याम् इति अस्ति तत्र सृज् अस्ति भ्यामिति अकित् जलादि अकित् अस्ति अत्र न भवति वा रज्जुसृग्भ्यां देवदृग्भ्याम् इति अस्ति खलु तत् देवदृग्भ्याम् अत्र भवति भवति खलु अत्र न भवति अत्र धातोः स्वरूप धातोः परन्तु अत्र भवितुमर्हति खलु दृग्भ्याम् इति दृश् इति धातुः अस्ति खलु सृजिदृशोः जलि अम् अकिति इति अस्ति दृग्भ्याम् इति किमर्थं न भवति अत्र भ्यामिति अकि जलादि जलादि अकित् अस्ति रज्जु सृभ्यां देव दृग्भ्यां Here the words are used as nouns rather than verbs. For the maxim, Dātoho Swarūpa Grahane Tat Pratyaye Kārye applies here. Atra Dātu Nāti Tikatvava Devadrikkiti Devadrikkiti Praya Samāta Samāta Rajya Srigiti Dātu Nāti Tikatvava Parantu Dātu Asti Kalu Srigiti Dātu Asti Kalu Srigiti Dātu Asti Kalu तस्य किमर्थम् आवश्यकता इति तदेव कारणं सर्वत्र उक्तं रज्जु सृग्भ्यां देवदिग्भ्यां दृग्भ्यां सत्यपि धातु अधिकारे किबन्ता धातुत्वं न जहाति इति भ्यां प्रत्ययम् अकितम् आश्रित्य आमागमः प्राप्नोति इत्यतः आह धातोः इत्यादि तत्रापि धातुत्वं न जहाति इत्यनेन भवति इत्येव वदन्ति वा आम् सामान्यतः भवति खलु तादृशमेव धातु न जहाति खलु तत्र न जहाति सर्वत्र यदि धातुतः प्रातिपदिकं भवति चेदपि तत् धातु धातुत्वं न जहाति इत्यनेन वयं कुर्मः परन्तु अत्र न विशिष्टरूपेण किमर्थम् उक्तम् इति सामान्यरीत्या वयम् एतावत् तादृशमेव कृतवन्तः किल अत्र साक्षात् उक्तमस्ति धातोः इति धातोः इति उक्तं धातोः इति स्पष्टार्थम् एव वा अन्यत्र न भवति इति धातुस्वरूपग्रहणे एव भवति धातु एव अस्ति चेत् एव भवति धातु अस्ति चेत् भवति अन्यत्र न इति स्पष्टीकरणार्थं प्रायः धातोः इति हितामाश्रित्य अहितामाश्रित्यागमः प्राप्नोति तादृशं भवति धातुत्वं न जहाति इति भवति परन्तु तादृशं न तादृशम् अवगन्तव्यं सामान्यतया यस्ति वासवस्य अस्ति वै डु वि से वेन् बिगिनिङ्ग् वित् म्यूट् असिबिलेण्ट् एकनिमिष दि फार्म् form of roots being exhibited in the sutra the roots applies when affixes are related to verbs come after these and not when other affixes are related to noun follow thus rajasubhyam devadigam here the words are used as nouns rather than verbs for the maxim dhato swarupa gandhatvare karye tat pratyaye karye applies here tadeva kevalam tatra eva yatyapi tatra किबन्ता धातुत्वं न जहाति इति वार्तिकं वा तद् धातुत्वं न जहाति इति अस्ति धातुं न जहाति इति भवति कार्यं भवेत् परन्तु तत् वारणार्थम् अस्ति तत्र धातोः स्वरूपग्रहणे धातोः इति उक्तमस्ति तत्र अस्ति वा तत् धातुः अस्ति तत् सूत्रेण किमपि न उक्तं तद्व्याख्यानेन एव व्याख्यानबलात् एव सूत्रेण अतः तादृश तस्यापि एकः अपवादः तदपि द्रष्टव्यम् इतः परं तत्र धातोः एव भवति वा सम्यक् धातोः कार्यम् उच्यमानं तत् प्रत्यये भवति परन्तु एतत् व्याख्यानेनैव वयं ज्ञातुं शक्नुमः सत्यं सामान्यरीत्या वयं न ज्ञातुं शक्नुमः परन्तु यदा तत्र रूपं रज्जुसृग्भ्याम् इति आगच्छति चेत् तत्र चिन्तनं करणीयं तत्र भ्याम् अस्तु सुबन्त तत्र न सृग्भ्यां सृग्भ्याम् इत्येव तत्र अम् आगमः नास्ति यद्यपि जलादिः जलादिकित् अस्ति जलादिकित् अस्ति चेदपि अकित् अस्ति जलादि अकित् अकित् अकित् सत्यम् आम् इदानीं किञ्चित् स्पष्टम् आं महोदय तत्र किं वक्तव्यं लुट् लुट् क्षम्यतां लुङ् दृश्योग लृङ् इदानीम् अस्ति तर्हि दृश्य दृश्योग लृङ् अस्ति तत्र दृशो जलं किति न तत्र न भवति अहं न भवति खलु तत्र इकारादि अत्र इकारादि भवति इति कृत्वा अत्र जलादि न भवति इति कृत्वा अत्र दृश्ययोग इष्यत इति भवति इष्यत इति अस्ति विरागमः भवति तत्र स्यासि स्थापितु तत्र चिन्वत् चिन्वत् भावेन इरागमः अनन्तरं पुगद्रगुदिष्टनेन गुणः अदर्शिष्यत दर्शिष्यत अदर्शिष्यत इति भवति अपक्षे दृश्ययोगस्य इति अस्ति तत्र कृजिदृशोः जलि अम् इत्यनेन तत्र दृशि धातु अकित् सारि क्षम्यतां दृशि धातु अनिट् अस्ति अतः इडागमः न भवति अतः कृजिदृशो जलि अम् अकित् इत्यनेन इति अकित् इति कृत्वा अमादेशः भवति मिद् मित् इति कृत्वा दृयोग अयोग शु इति अस्ति अत्र इकोयेन चित्रेण द्रश् दर्श् दर्श्योग स्यायोग अदर्शयोग स्यायोग तत्र शकारस्य स्थालव्यस्य मूर्धन्य मूर्धनस्य कृत्वम् अद्रक्षत अद्रक्षत इति भवति सत्यम् अद्रक्ष्यत लुट् अस्ति दृश्ययोग लुट् लुट् अस्ति अत्रापि तत्र इडागमः भवति चिन्वद् भावकृते इडागमः भवति तर्हि अमागमः न भवति तत्र दर्शि इति भवति दर्शिता इति भवति दर्शिता इति अन्यथा किं भवति द्रश् द्रश् इति भवति द्रश्ययोग था इति अस्ति षकारः भवति द्रष्टा इति भवति द्रष्टा इति भवति तत्र द्रष्टा इति भवति दृश्ययोग आशीर्लिङ्ग् अत्र दृश्ययोग स्यूट् अस्ति तत्र इडागमः भवति चीनवत्वपक्षे अपि च पुगद्रगुवतिक्तरेण गुणः दर्शि इति चैत्येन इडागमः दर्शि दर्शि योग सी तत्र षत्वं दर्शिशी दर्शिशीष्ट दर्शिशीष्ट दर्शिशिष्ट अस्तु दर्शिष्ट कुत्र भवति तत्र तीर्थ इति कथं भवति न जानामि तत्र श्रुतागमः भवति वा तत्र सी न न तत्र अस्माकम् इडागमः तु भवति एव अनन्तरं तत्र कार्यं तत्र दर्शिषि इति अस्ति अनन्तरं दर्शिषि योग ष्टा इति अस्ति खलु तत्र मध्ये ष्टा इति कथं भवति तत्र यकारस्य किमपि तत्र आदेशकार्यम् अस्ति तत्र स्टिच् इति प्रत्ययः वा किमपि आगच्छति आशीर्लिङ्ग् इति अत्र अग्रिमपाठः एव तद् इति चिन्तयामि लुङ् अनन्तरम् आशीर्लिङ्ग् इति आगच्छति वा इति द्रष्टव्यं तदेव तद् न इदानीमपि न उद्घाटयितुं शक्नुमः किल अस्माकं जालपुटं लुङ् आशीर्लिङ्ग् वा आशीर्लिङ्ग् लुङ् वा इति किमपि क्रमः अस्ति अग्रिमपाठः तदेव तत्र शिच्यति तत्र कार्यं किमपि अस्ति केषुचन स्थलेषु स्विच्छाकमः कुत्रचित् न आगच्छति इति तदेव आशीर्लिङ्ग् इत्येव चिन्तयामि अथवा लुङ् लुङ् आशीर्लिङ्ग् किमपि अस्ति पश्यामः परन्तु पाठे तु अस्ति एव अग्रे आगच्छने मातुः पुस्तके भावकर्मणोनन्तरं यत् प्रत्ययः कर्मकर् प्रक्रिया समस्तदातुं च कर्मकृत् रूपबन्धः अनन्तरम् आशीर्लिङ्ग् भगिनि आशीर्लिङ्ग् एव अग्रिमपाठ तदेव अहमपि चिन्तितवती आशीर्लिङ्ग् वा लुङ् वा इति स्पष्टं न आशीर्लिङ्ग् इत्युक्तम् दर्शिशिष्ट महोदय अग्रिम अभावे तु अस्तु अत्र दर्श दृश्य इति अस्ति अत्र दर्श्योगस्य इति अस्ति खलु अत्र दृश्य द्रश् इति भवति द्रक् इति भवति द्रक् द्रक् द्रक्षिष्ठ भवति वा द्रशिष्ट सारि द्रशिष्ट अस्तु तत्र शिष्ट इति समानमेव आगच्छति तद् दर्शि इति यत् पूर्वभागम् अस्ति तत् कार्यम् एव न भवति इडागमः तत् सर्वं न भवति द्रष्टि इति भवति खलु द्रश्योगस्य इति अस्ति खलु तत्र तत्र दृश्योगः सीयुट् इति अस्ति तदेव दर्शि योगः दर्शिशिष्ट इति भवति सीयुट् इति भागे एव शिष्ट इति किमपि आगच्छति इडागमः सर्वं कृत्वा परन्तु अत्र तु आम् तत्र शिष्ट इति भागः सामान्यरीत्या यदा सीयुट् इत्यत्र ईकारः अस्ति किल तदेव शिष्ट इत्यस्य भागे अपि भवति तदस्ति सकाराधिपत्ये अस्ति खलु अत्र द्रशिति अस्ति इदानीं द्रशिति भवति सकार अस्ति तर्हि तत्र चषांशः इत्यनेन तत्र षत्वं कुत्वम् इति भवति न भवति वा तत्सर्वं प्रायः तस्मिन् पक्षे इडागमः न भवति तस्मिन् पक्षे तत् सर्वं नास्ति एकनिमिषम् अहं दृष्टः किल द्रक्षिष्ठ भवति वा द्रक्षिष्ठ दृक्षिष्ट इति द्रक्षिष्ट इति भवेत् द्रक् अम् इति भवति द्रक् परन्तु अष्टाध्यायी मध्ये दृक्षिष्ट रूपं भवति आम् दृक्षिष्ठ इति खलु दृक्षिष्ठ इति भवति दृक्षिष्ठ इति वा दृक्षिष्ठ दृक्षिष्ठ इति आमां दृक्षिष्ठ इति परन्तु प्रक्रिया तु अत्र न आगच्छति किल ते तु न प्रक्रिया नास्ति गुणः न किमर्थं न अभवत् तत्र जलादि अम् जलादि अचित् प्रत्ययः अस्ति खलु तत्र अमादि अभवत् क्षम्यतां द्रक्तिः न अभवत् आश्चर्यम् अमागमः भवितुमर्हति खलु तत्र अमागमः भवेत् खलु तत्र किमर्थम् अमागमः न अभवत् तत्र केवलं ऋकार एव अस्ति तत्र दृश्योगः खलु अकित् अस्ति जलादि अकित् अस्ति अतः तत्र तद् कुर्मः किञ्चित् प्रक्रिया सोपानेन कुर्मः दृश्योगः सीयुट् तत्र अम् आगमः आगच्छति दृयोगः अकारः योगः षकारः योगः सीयुट् इदानीम् इको एणचि इत्यनेन द्रश् योगः सीयुट् द्रश्योगः सीयुट् तत्र एव किमपि कार्यं भूत्वा तत्र शिष्ट इति आगच्छति इदानीं द्रश्योगः सन्धिकार्यमस्ति तत्र सत्यं कुत्वं भवति तत्र तद् भवति एव तत्र अस्माकं रसां चषांशः इदानीं भवति द्रश्योगः सीयुट् षडोः कहसि अपि भवति द्रक्योगः सीयुट् इदानीं तत्र यदा ककारः अस्ति तत्र षत्वं भवति, द्रक्योगः शीयुट् तत्र कार्यमेव, तदेव यकारस्य प्रायः लोपः कुत्रापि. अत्र भगिनि अत्र द्रक्षी अत्र मूर्धन्यकारः अस्ति खलु, वयं तु अत्र द्रक्येत भवति खलु, अत्र रेफ भवति खलु, तद् किमर्थं तत्र न भवत् चलि द्र इति अस्ति रेफः तत्र धृ धृ इत्यत्र वा धृ इत्यस्य द्र इति भवति खलु तत्र, अत्र मूर्धन्य न भवति खलु, इको एनचित्तनेन तद् एणादेशः भवति, द्र इति भवति सत्यम् परन्तु पूर्वं यत् वयम् उक्तवन्तः तदपि एकवारं परिशीलयामः तत्र दोषः अस्ति वा इति ज्ञातुं शक्नुमः. द्रक्ष्यते इति सम्यक् एव, द्रष्टा इति सम्यक् एव, इतोपि एकम् उक्तवन्तः किल द्रष्टा सम्यक् अस्ति तत्र, अद्रक्ष्यत इति अपि सम्यक् एव अस्ति. तर्हि अत्र अत्र किमपि कार्यमस्ति, कार्यमस्ति वा अथवा अस्ति वा दोषः वा टैपो वा तदपि सम्भावना अस्ति. तत्र यदा आशीर्लिङ्गि इत्यत्र मध्यमपुरुष बहुवचने यदा पश्यामः तत्र चत्वारि रूपाणि अस्ति, दर्शिषीढ्वं दर्शीध्वं दृक्षीत्वं दृक्षीत्वम् इति दोषाः सन्ति भगिनि कार्यं लभ्यते तत्र, तत्र तु पित्वम् अपित् इति किमपि नास्ति किल, अकित् इत्येव अकित् जलादि अकित् इत्येव. आं भगिनि तत्र किमर्थं तत्र धृ इको एनर्जि इत्यस्य कार्यं न अभवत् इति द्रष्टव्यं, यद्यपि तत्र अम् आगमः आगच्छति प्रायः तत्र मुद्रणदोषः अपि भवितुम् अर्हति, परन्तु अन्यत्र सम्यक् अस्ति, अत्र एव किञ्चित् भिन्नरूपेण अस्ति इति कृत्वा प्रायः सम्यक् रूपम् इति अपि वयं भवेत् आम् तद् वयं किञ्चित् स्मरामः यदा आशीर्लिङ्ग् पाठः प्रविशामः तस्मिन् समये पुनः एतस्य अवलोकनं कुर्मः किमर्थम् इति द्रष्टव्यं, तत्र करपत्रम् अस्ति चेत् सम्यक् भवति, तत्र इदानीमेव द्रष्टुं शक्नुमः. अरुणा भगिनी इदानीम् एतत् इदानीं तु नूतनशीर्षकं निजन्तदातवः विषये तदेव अन्तिमम् इति चिन्तयामि. आं भगिनि एकनिमिषं भगिनि, निजन्तदातवः निजन्तदातवः सर्वे इकारान्ताः आददातकलकारेषु सारुदाके यक् इत्यस्य प्रसक्ति अभवात् यक् न भवति. निजन्तधातूनाम् अजन्तत्वात् त्यासिक्तियुक्तासिषु भावकर्मणोरुपदेशे अजहन् ग्रहदृशां वा चिन्वत् इति इत्यस्य सूत्रं इत्यस्य सर्वत्र प्रसक्तिः अस्ति. उपदेशे अवस्थायाम् इमे निजन्तधातवः सर्वे अजन्ताः इति तु नास्ति, किन्तु मनसि भवेत् यत् अत्र उपदेश इत्युक्ते आदुदातक उपदेशकाले इति, अनेन चिन्वद्भावः सर्वत्र भवति. चिन्वद्भावे सति रूपद्वयं भवति, मित् धातूनां च विकल्पत्रयम् उभयत्र चिन्वत्पक्षे इदागमे स्यादपि नेरनेटि इत्यस्य कार्यं भवति कथमिति अग्रे उच्यते. ओके, वयं जानीमः निजन्तदातवः सर्वे इकारान्तः तत् सारुदातुके यक् आदुदातुकलकारेषु सारुदातुक यक् इत्यस्य प्रसक्ति नास्ति, अतः जक् न भवति. निजन्तधातूनां दीर्घसूत्रं स्यासिच्छियुत् आशिष्यु भावकर्मणोरुपदेशे अजहङ्ग्रहदृशां वा चिन्वति इट् च इत्यस्य सूत्रं सर्वथा कार्यं करोति. वयं जानीमः अजन्तदातवः उपदेश अवस्थायां, न तु निच् प्रत्यय अनन्तरं, ततः चिन्वद्भावः सर्वदा भवति. मित् धातूनां च विकल्पत्रयं भवति. उभयत्र चिन्वत्पक्षे इदागमे सति अपि नेर्नेटि इत्यस्तात् कार्यं भवति. ओके, न अवगतं भगिनि. तद् नेरनेटि सूत्रं पाठ् ऐ डोण्ट् अण्डर्स्टाण्ड्. मित् धातूनां तत्र न अवगतं भगिनि. चिन्वद्भावे सति रूपद्वयं, तत्तु वयं जानीमः, इदानीमपि दृष्टवन्तः किल, चिन्वत्पक्षे अपक्षे. यदा मित् धातुः अस्ति चेत् तत्र त्रयं, चिन्वत्पक्षे अपक्षे, अनन्तरं मित् धातूनां विषये इतोपि एकः पक्षः भवति, तदेव अग्रे आगच्छति. मितां धातूनां विकल्पत्रयं भवति तत्र. उभयत्र चिन्वत्पक्षे इडागमे सति अपि नेरनेटि तस्य कार्यं भवति. नेरनेटिसूत्रमस्ति, यस्य आदुतकप्रत्ययस्य इडागमो नास्ति तस्मात् पूर्वं नि प्रत्ययस्य लोपो भवति. अत्र नि इत्यस्य अनुबन्धरहितात् निङ् निच् द्वयोः ग्रहणम्, उभयत्र इ एव अवशिष्यति. नोः नेः षष्ट्यन्त्यम् अनिटि सप्तम्यन्तं द्विपदमिदं सूत्रम् अतो लोपः इत्यस्मात् लोपः इत्यस्य अनुवृत्तिः आददातिक इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं नेहे लोपः अनिटि आददातिके. सूत्रं वदति आददातिकस्य इडागमः नास्ति, निच् प्रत्यय अस्ति चेत् इडागम इडागमः न भवति. ततः रूप प्रत्यय अस्ति चेत् नि इति उक्तेन निङ् निच् द्वयोः अपि ग्रहणं करणीयम्. अनुभूतिसहितसूत्रं वदति नेः लोपः अनिट् आददातुके. प्रत्ययस्य लोपः भवति यदा आर्धधातुकस्य प्रत्ययस्य इडागमः नास्ति, तत्र नीप्रत्ययस्य लोपः भवति. तद् वयं गतपाठे अपि दृष्टवन्तः किल, नेरनेटि. एकनिमिषं, तस्मात् पूर्वं किञ्चित् अस्माकं जिज्ञासा अस्ति किल तत्र सीयुट् प्रत्ययस्य विषये, तद् एकवारं पश्यामः. 34102 अष्टाध्यायी डाट् काम् 34102 लिङ्गः सीयुट् सूत्रं तु परिचितमेव, वयं पूर्वम् अपि एकवारं दृष्टवन्तः. तत्र लिङ्ग्लकारस्य प्रत्ययानां सीयुट् आगमः भवति. तत्र यदा तत्र एकम् उदाहरणमेव अहं किञ्चित् पठामि. तत्र लब् धातोः आशीर्लिङ्ग्लकारस्य प्रथमपुरुष एकवचनरूपं लब् योगः लिङ्ग् आशिषि लिङ् लुटौ इत्यने इति लिङ्ग्लकारः, लब् योगः त तिप्तस्ति इति वयं जानीमः. लिङ्ग् आशिषि इति इत्यनेन अयम् आर्धधातुकसंज्ञकः भवति. इदानीं लब् योगः सीयुट् आगमः, लिङ्गः सीयुट् इति सूत्रेण स्यूट् आगमः भवति. योगः त त इति तिप्तश्चि इत्यनेन प्रथमपुरुष एकवचन आत्मनेपदि प्रत्ययः थ. लभ्योगः सी सी टकारस्य हलन्त्यं, सुट् इति पुनः आगमः, सुट् तितोः इति सुट् आगमः भवति. लभ्योगः सी योगः सुट् योगः तकारः, तत्रापि हलन्त्यम् इत्यनेन टकारलोपः. तत्र लब् योगः सी योगः सकारः योगः टकारः, यकारस्य लोपो व्योर्वली इत्यनेन लोपः तदेव तत्र सर्वत्र वयं यत्र यत्र यकारस्य यकारं न दृष्टवन्तः तत्र लोपो व्योर्वली इत्यस्य कार्यम्। अनन्तरम् इदानीं लब् सि स थ इति अस्ति अतः आदेशप्रत्ययोः सि इत्यस्य ईकारस्य कारणेन सकारस्य तत्र षत्वम् आदेशप्रत्ययोः इत्यनेन सुडा सुट् आगमस्य सकारस्य षत्वम्। अनन्तरं सकारः षकारः अस्ति तकारः अस्ति अतः शृणाष्टुः इत्यनेन ष्टुत्वं लब् सीष्ठ इति भवति। अनन्तरं तत्र करीच इत्यनेन चत्वम् अपि भूत्वा लप्सीष्ट इति रूपम्। अत्र यदा वयं दृष्टवन्तः तदेव अत्रापि प्रयोगः भवति वा इति द्रष्टव्यम्। तत्र अस्माकं सृज् धातुः आसीत् किल, तत्र अम् आगमः कृत्वा अत्र प्रायः किमपि अपवादः स्यात्, अमागमः न भवति इति अपवादः भवति। सूत्रसङ्ख्या वदति वा महोदय, सृज् तद् सूत्रं 658 न तथैव किमपि अस्ति अनेनैव गुणत्व आगमे कृते न भवति निमित्तस्य विहितत्वात् किं न भवति। तत्र अमागमः न भवति कुत्र वयं अन्ते एव आशीर्लिङ्गि एव न भवति किल, वृद्धिः अमीकृते भवति इति अथ प्रागेव वृद्धिः कस्मात् न भवति इत्याह तत्र भिन्नचिन्तनं द्रष्टव्यं किमर्थं तत्र अमागमः न प्रायः महोदयस्य जालपुटे सः अवश्यं तत्र लिखितवान् स्यात्, अस्माकं कृते एव न आगच्छति तत् पि डि एफ् मध्ये अप्डेटेड् नास्ति इति अहं चिन्तयामि। रक्ष्यति द्रष्टा ददर्शीत दृश्यात् इत्येव अपि इत्येव मुख्यार्थम् इदम् इत्यपि उक्तमस्ति। अहम् अनन्तरं दृष्ट्वा इतोपि किञ्चित् चिन्तनं करोमि, अन्वेषणमपि करणे। सः सूत्रद्वयमेव विशिष्टसूत्रम्, अन्यत् सर्वं तु तत्र सन्धिकार्यमेव। नेरणिटि अरुणा भगिनी इतोपि एकः परिच्छेदः पठति वा, निजन्तधातूनां चिन्वद्भावस्य अपक्षे। ओके, निजन्तधातूनां चिन्वद्भावस्य अपक्षे आर्धधातुकलकारेषु सर्वत्र आर्धधातुकस्य इद्वालादेः इत्यनेन इडागमो भवति धातुः सेट् अस्ति चेत्, आशीर्लिङ्ग् यासुट् वलादि नास्ति अतः इडागमो न भवति। न सम्भवति. किन्तु तत्र यासुट् परस्मैपदेषु उदात्तौ मिच्छ इत्यनेन लिङ्लकारस्य परस्मैपदिप्रत्ययानाम् एव यासुट् आगमः. तस्मात् आशीर्लिङ् यासुट् भवति किन्तु केवलं परस्मैपदि, अतः भावे कर्मणि च न भवति. आत्मनेपदे आशीर्लिङ्ग् स्युद् भवति, स च इराग अनुकूलः. अनेन आदुधातुकलकारेषु आत्मनेपदे सर्वत्र प्रत्ययस्य इदानुकूलः भवति. यजन्तदातुः चिन्वद् भवति किं भवति इत्यर्थदर्शनम् आदुधातुकस्य त्वलादेः इत्यनेन इडागमः भवति धातुः सेट् अस्ति चेत्. परन्तु आशीर्लिङ्ग् यासु बलादि नास्ति, अतः इडागमः न भवति. परन्तु यासुट् परस्मैपदेषु पदेषु उदात्तौ इच्छा इति सूत्रेण लिङ्लकारस्य परस्मैपदे प्रत्यय एव यासुट् आगमः. तस्मात् आशीर्लिङ्ग् यासुट् भवति किन्तु केवलं परस्मैपदे. ओके, अतः भव कार्मणि च न भवति. अवगतं महोदय. आत्मनेपदि प्रत्ययः एव अस्ति किल, अतः तत्र अत्र यासुट् इति न भवति, परस्मैपदेषु एव भवति आशीर्लिङ्ग्. आत्मनेपदे आशीर्लिङ्ग् स्युद् भवति च इदागानुकूलः. अनेन आर्धदातुकलकारेषु आत्मनेपदं सर्वत्र प्रत्ययस्य इदनुकूलः भवति. न तु परस्मैपदे, परन्तु आत्मनेपदे आर्धदातुकप्रत्ययेषु यासुट् न आगच्छति, अतः अत्र नित्यं भवति. सत्यम्, इडानुकूलः कुत्र भवति इत्येव प्रश्नः. तत्र आर्धधातुकस्य आर्धधातुकस्य इड्वलादेः इत्यनेन सामान्यतया इडागमः भवति यदा धातुः सेट् अस्ति चेत् इति एकं चिन्तनं. द्वितीयम्, अत्र इदानीम् आशीर्लिङ्ग् विषये स्वीकृतवन्तः, यासुट् इति बलादिः नास्ति, परन्तु यासुट् कुत्र भवति? परस्मैपदेषु एव भवति. अस्माकं विवक्षा अत्र तु भावकर्मणोः विवक्षा अस्ति, अतः आत्मनेपदिसंज्ञकः एव भवति. तत्र यासुट् इति न विधीयते एव, अतः तत्र इडानुकूल तद् यद्यपि तद् इडानुकूलः नास्ति, तदापि अस्माकं चिन्ता अस्माकं विषयः तद् नास्ति इति कृत्वा इदानीं सियुट् एव भवति. सियुट् तु इडानुकूलः अस्ति, अतः आर्धधातुकलकारेषु आत्मनेपदे सर्वत्र इडागमः भवति एव इत्येव ते वदन्ति. धन्यवादः भगिनि. इदानीं तद् आर्धधातुकस्य इड्वलादेः वयं बहुवारं पठितवन्तः. श्रीवल्ली भगिनि, चिन्वद् भावस्य अपक्षे सर्वत्र रूपाणि. चिन्वद् भावस्य अपक्षे सर्वत्र रूपाणि यथा कर्तरि तथा एव कर्मणि अपि, प्रक्रिया अपि तथा एव. केवलं भावकर्मणोः इत्यनेन भावकर्मणोः विहितस्य लस्य सिबादयः आत्मनेपदिनः भवन्ति, अन्यत् सर्वं समानम्. अतः कर्तरि पाठयिष्यति पाठयिष्यति, कर्मणि पाठयिष्यति, कर्तरि कारयिष्यति कारयिष्यते, कर्मणि कारयिष्यति इत्यादीनि रूपाणि. निजन्तपाठे अस्माभिः प्रक्रिया अधीता. चिन्वद्भावस्य अपक्षे सर्वत्र रूपाणि कर्तरि तथा एव कर्मणि अपि समानं प्रत्ययः अस्ति. केवलं भावकर्मणोः इत्यनेन भावकर्मणोः आत्मनेपदिपादयः आत्मनेपदिनः भवन्ति. अतः उदाहरणं पट्टधातु, पट्टधातु कर्तरि पाठयिष्यति पाठयिष्यति, द्वयोः रूपाणि. कर्मणि पाठयिष्यते इति आत्मनेपदिनं भवन्ति इति चेत् पाठयिष्यते इति रूपं भवति. कृधातु कर्तरि कारयिष्यति कारयिष्यते इति द्वे रूपाणि. कर्मणि कारयिष्यते इत्यादीनि रूपाणि. समीचीनं तत्र कथम् अवगन्तव्यम् इत्युक्ते निजन्तविषये वदन्ति चिन्वद्भावस्य अपक्षे सर्वत्र रूपाणि यथा कर्तरि तथैव कर्मणि तत्र निजन्तस्य यथा कर्तरि तथैव कर्मणि अपि आं भगिनि अग्रे अपि निजन्तधातूनां भावे कर्मणि प्रक्रिया चिन्वत्पक्षे पट् धातुः प्रथमहेतुमति च इत्यनेन प्रेरणार्थे धातोः निच् योग निच् प्रत्ययः इति पट् योगः इ अनन्तरम् अत उपादायाः इत्यनेन उपादायाम् अतः वृद्धिः निति निति प्रत्ययपरे अकारस्य उपदा अकारस्य स्थाने वृद्धिः भवति पाट् इति भवति पाट् योगः इ पाटि इति पाटि इति नूतनधातुः संज्ञा सनाद्यन्ता धातवः इत्यनेन आतिदेशकधातूनां धातुसंज्ञा भवति पाटि इति नूतनधातु भवति पाटि योगः लृट् इति लृट् पाटि योगः स्यते स्यते स्यासित् सीयुत्तासिषु भावकर्मणोः उपदेशन ग्रहदृशां वा चिन्वत् इट् च इत्यनेन आर्थतेतुक आर्थधातुक उपदेशकालिक अजन्तधातुतः स्या प्रत्ययस्य चिन्वद्भावः इडागमः च भवति अत्र पाटि इति धातुः लृट् इति प्रत्ययः इति इडागमः भवति चिन्न स्या प्रत्ययस्य चिन्वद्भावः भवति इत्यनेन इडागमः भवति पाटि योगः ई योगः स्यति अनन्तरम् आदेशप्रत्ययोः इत्यनेन षत्वं भवति पाटि योगः इष्यते पाटि योगः इष्यते अनन्तरम् असिद्धवत् अत्र आभात् इत्यनेन इडागमस्य असिद्धत्वं नेरे नेरनिटि इत्यनेन यस्य आर्थधातुकप्रत्ययस्य इडागमः नास्ति तस्मात् पूर्वं नि प्रत्ययस्य लोपः भवति सो पाटि योगः इष्यते इकारस्य लोपः भवति पाट् योगः इष्यते पाठिष्यते इति रूपं भवति अत्र किम् उक्तम् इत्युक्ते तत्र प्रथमं हेतुमस्ति सामान्य यदा कार्यं तादृशमेव स्यासित् स्यूट् विद्यमानात् पूर्वं यद्यपि यत् कार्यमस्ति तद् यदा वयं निच् प्रत्यये दृष्टवन्तः तादृशमेव हेतुमति च इत्यनेन निच् विधीयते अथ उपधायाः इत्यनेन उपधादीर्घः क्षम्यतां वृद्धिः अतः पाटि उपधादीर्घ सम्यक् एव सनाद्यन्ता धातवः इत्यनेन धातुसंज्ञा इदानीं पाटीयोगः स्यते इति अस्ति अतः तत् अस्माकं चिन्वत् अनन्तरम् इट् अपि विधीयते अतः तत्र पाटीयोगः इ अस्माकम् इडागमः स्यते आदेशप्रत्ययोः षत्वं पाटीयोगः इ योगः स्यते तत्र इडागमस्य असिद्धत्वं 6422 तदेव पश्यामः अग्रे किमर्थम् इति तत्र नेरनिटि इत्यनेन यस्य आर्धधातुकप्रत्ययस्य इडागमः नास्ति तस्य नि इत्यस्य लोपः भवति इदानीं तु इडागमस्य असिद्धत्वम् असिद्धव तत्र अभात् इत्यनेन अतः तत्र नेरनिटि विधीयते इदा यत्र असिद्धत्वं नास्ति तत्र नेरनिटि इत्यस्य कार्यं न भवति एव अतः पाठिष्यते इति रूपम् असिद्धवत् अत्र अभात् किमपि आश्रयम् अधिकृत्य आभीयकार्यं द्वितीयं समानाश्रितम् आभीयकार्यं प्रति असिद्धं भवति अधिकारसूत्रं भस्य इति अधिकारसूत्रेण भासेन सम्बद्धकार्याणि भवन्ति षष्ठाध्यायस्य अन्तपर्यन्तम् असिद्धवत् अत्र अभात् इत्यनेन 6423 इत्यस्मात् आरभ्य बस्य इत्यस्य अधिकारस्य अन्तपर्यन्तं 6475 येषां कार्याणां नाम आभीयकार्यं असिद्धवत् अव्ययपदम्, अत्र अव्ययपदम्, आ अव्ययपदं, भात् पञ्चम्यन्तम्, अनेकपदमिदं सूत्रम्। असिद्धवत् इत्युक्ते यथा न अच् अनिश्यत, सूत्रस्य विधानं जातं, कार्यञ्च सिद्धं, किन्तु अनेन सूत्रेण द्वितीयसूत्रं प्रति प्रथमस्य कार्यं यथा न अभविष्यत्, अतः असिद्धवत् इति उक्तम्। समानाश्रितं कार्यम् इति अर्थः उदेति अत्र इति अव्ययपदेन। अस्मिन् योगः त्रल्, अत्र अस्मिन् इत्यस्य सप्तम्यन्तत्वेन निमित्तत्वम् इति आशयः। सूत्रं स्वयं सम्पूर्णम्, असिद्धवत् अत्र आभवत्। बस्य अधिकारस्य 6422 अधिकारसूत्रं, अत्र अधिकारसूत्रं बस्य 6429 पर्यन्तं अधिकार असिद्धवत् अत्र आभात् अधिकारस्य भवति भगिनि। 6475 अधिकारस्य अन्तपर्यन्तं 6475 अतः अत्र सूत्रद्वयम् अपेक्षितम्। कमपि आश्रयम् अधिकृत्य आभीयकार्यं, द्वितीयं समानाश्रितम् आभीयकार्यं प्रति असिद्धं भवति। एकं सूत्रम् अस्ति स्यासित् सीयुट् भावकर्मणोः जनगृह दृशां चिन्वच्च 6462 इत्यनेन किं भवति? चिन्वद्भावः इडागमः। द्वितीयं सूत्रम् अस्ति आर्धधातुकस्य इडवलादेः 7 अन्तपर्यन्तम् इत्युक्ते 6-4 एव किल। द्वितीयसूत्रं किम्? नेरनीति खलु तत्र, नेरनीति सत्यं, नेरनीति एव किल नेरनीति आर्धधातुकस्य इड्वलादेः अत्र अत्र तस्य विषयमेव नास्ति। स्यासित् स्यूट् इत्यनेन यद् इडागमः विधीयते तद् इडागमस्य असिद्धत्वात् नेरनिटि इत्यनेन णि प्रत्ययस्य लोपः भवति। पूर्वमपि वयं दृष्टवन्तः किल महोदय, एषः विषयः पाठिष्यते, तदेव पाठिष्यति पाठिष्यते इति अत्रापि आगतम्। अत्र अवगतं वा भगिनि? स्यासित् स्यूट् इत्यनेन यद् इडागमः विधीयते, अनन्तरं नेरनिटि इति द्वयोः आभीयक्षेत्रे अस्ति, अतः यद् इडागमः स्यासित् स्यूट् इत्यनेन विधीयते तद् इदानीम् असिद्धं भवति। असिद्धत्वकारणेन नेरनिटि इत्यनेन नी प्रत्ययस्य लोपः भवति। समयः अपि जातः, चिन्वत् पक्षे अग्रिमसप्ताहे वयं पश्यामः अग्रिमपाठः कः इति अहं महोदयं पृष्ट्वा योजयामि तत् करपत्रमपि। धन्यवादः, धन्यवादः भगिनि, शुभरात्रिः।